पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 58। शेष उवाच, भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम्। तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयद यत्र रामो निजभ्राता भरतेन सह स्थितः। भरतमूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितं प्रणम्य दुःखितो वोच किमिदं दारुणं महद। तदा रामोऽन्त्यजप्रोक्तं वाक्यं लोकविगर्हितं तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम्। अधोमुखो दीनरवो गद्गदाक्षरवेपदुः शृणु भ्रातर्वजो मेद्य कुरु तत्क्षिप्रमादराद। यथा स्याद्विमलाकीर्तिर्गङ्गेव पृथिवीं गदा सीताया वाच्यमतुलं लोके श्रुत्वां त्यजोदितम्। हातुमिच्छामि देहं स्वमेनां वा जानकीं किल इति वाक्यं समाकर्ण्य रामस्य किल शत्रुः। सवेपधुः पपातोर्व्यां दुःखितः परदारणः संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत। शत्रुघ्न उवाच, किमेतदुच्यते स्वामिन् जानकीं प्रतिदारुणं पाखण्डैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः। निन्दिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनां जाह्नवी सर्वलोकानां पापग्नी दुरितापः। निःस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिदा सदा सूर्यो जगत्प्रकाशाय समुदेदि जगत्यहो। उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः तस्मात् त्वमेनां गृह्णीष्व मा त्यजा निन्दितां स्त्रियम्। श्रीराम भद्रकृपया कुरुष्व वचनं मम यदश्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः। पुनः पुनर्जगादेदं यदुक्तं भरतं प्रति तन्निशम्यवचो भ्रातुर्दुःखपूरपरिप्लुतः। पपादमूर्च्छितो भूमौ छिन्नमूल इव द्रुमः भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृश्यं। प्रतीहारमुवाचेदं लक्ष्मणं त्वानयान्तिकं स लक्ष्मणगृहं गत्वान्यवेदयदिदं वचः। प्रतीहार उवाच, स्वामिन् रामो भवं तं तु समाह्वयदि वेगदः। स तच्छ्रुत्वा समाह्वानं रामचन्द्रेण वेगदः जगामतरसा तत्र यत्र स भ्रातृको नखः। भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् श्रीरामचन्द्रं दुःखार्थं दुःखितो वाक्यमब्रवीद। किमेतद्दारुणं राजन् दृश्यते मूर्च्छनादिकं तदाशु शंसमां सर्वं कारणं मुख्यतो नख। एवं वदं तं नृपतिर्वृत्तान्तं सर्वमादिदः। शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतं लक्ष्मणस्तद्वच श्रुत्वा सीतायास्त्यागसम्भवम् निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवद भ्रातरं स्तब्धगात्रं च कम्पमानं मुहुर्मुहुः न किञ्चन वदन्तं तं वीक्ष्य शोकार्दिदो ब्रवीद किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसाङ्कितः त्यजामीदं वपुश्रीमल्लोकभीत्या च शोकवान् सर्वदा भ्रातरो मह्यं मद्वाक्य करणोत्सुकाः इदानीं तेऽपि दैवेन प्रतिकूलवचःकराः कुत्र गच्छामि कं यामि हसिष्यन्ति नृपा भुवि दुर्यशो लाञ्छितं मां वै कुष्ठिनं रूपवन्नराः मनोर्वंशे पुरा भूपा जादा जादा गुणाधिकाः इदानीं मयि जाते तु विपरीतं बभूव तद इति सम्भाषणं तं रामभद्रं समीक्ष्य सः संस्तभ्याश्रूणि विपुलान्युवाच विकलस्वरः स्वामिन्विषादमाकार्षी कथं तव मदिर्हृदा सीतामणिं दिदां कोनु त्यजति श्रुतवान् भवान् आकारयामि रचकं परिपृच्छामि तं प्रति कथं त्वया निन्दिता सा जानकी योषितां वरा तव देशे बलात् कश्चित् बाध्यतेन जनोऽल्पकः तस्मात् तस्य यथा स्वां ते प्रतीति स्यात् तथा चर किमर्थं त्यज्यते भीरु पतिव्रतपरायण मनसा वचसा नान्यं जानादि जनकात्मजा तस्मादेनं गृहाणत्वमेदां मा त्यज जानकीं ममोपरि कृपां कृत्वा मधुक्तं संश्रयाशु तद एवं वदन्तं प्रत्यूजे रामशोकेन कर्षितः लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः राम उवाच कथं तु मां ब्रवीषित्वं मा त्यजैनामनिन्दितां लोकापवादात्यक्ष्येऽहं जानन्नपि विपापिनीं स्वयशकारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम् त्वामभिभ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितं किमु तान्ये गृहापुत्रा मित्राणि वसुशोभनं स्वयशकारणे सर्वं त्यजामि किमु मैथिलीं न तथा मे प्रियो भ्राता न कलत्रं न बान्धवाः यथा मे विमला कीर्तिर्वल्लभा लोकविश्रुता इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवं कालेन सर्वं भविता लोकचित्तस्य रञ्जनम् आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ सकालेन परिपाकाद्भेषजादेव नश्यति तथा कालेन सम्भावि साम्प्रतं मा विलम्बय त्यजैनां विपिने साध्वीं मां वा खड्गेन खादय इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान् चिन्तयामास च स्वां ते लक्ष्मणशोककर्षितः पित्रा ज्ञप्तो जामदग्न्यो मातरं चाप्यखादयद गुरोराज्ञा नैव लङ्घ्या युक्ता युक्तापि सर्वथा तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया इति संचिन्त्य मनसि भ्रातरं प्रत्युवाच सः लक्ष्मण उवाच अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लङ्घयेद् तस्मात् कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः साधु साधु महाप्राज्ञ त्वया मे तोषितं मनः अद्यैव रात्रौ जानक्या दोहदस्तापसीक्षणे तन्मिषेण रथे स्थाप्य मोचयैनां महावने युद्धं भाषितमाकर्ण्य विशुष्यद्वदनोभिदः रुदन् बाष्पकलां मुञ्चञ्जगामस्वं निवेशनं सुमन्त्रं तु समाहूय वचनं तमधाब्रवीद रथं मे कुरु सज्जं वै सदाश्ववरभूषितं स तद्वाक्यं समाकर्ण्य रथमानीदवांस्तदा आनीदं तं रथं दृष्ट्वा लक्ष्मणशोककर्षितः परमं दुःखमापन्नः संरुह्यस्यन्दनं वरं निःश्वसन् जानकी गेहं प्रतस्ते भ्रातृ सेवकः गत्वा चान्दःपुरे भ्रातारामस्य मिथिलात्मजां प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः मातर्जानगिरामेण प्रेषितो भवनं तव तापस्वी प्रदियाहि त्वं दोहदप्राप्तिहेतवे इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत जानक्युवाच धन्याहं मैथिलीराज्ञि रामस्य चरणस्मरा यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणं अद्याहं ता वनचरीस्तपसी पदिदेवताः नमस्कुर्यां च वासोभिः पूजयामि मनोहराः इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च मणीन्विमलमुक्ताश्च कर्पूरादिसुगन्धिमत चन्दनादिकवस्तूनि विचित्राणि सहस्रधा जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः लक्ष्मणं प्रति गच्छन्ति देहल्यां चास्खलत्तदा अविचार्य तदौ सुख्याल्लक्ष्मणं प्रियकारिणम् उवाच कुत्र सरदो येन मां प्रापयिष्यसि स निःश्वसन्रद्धं हैमं जानक्या सह निर्विशद सुमन्त्रं प्रत्युवाचासौ चालयाश्वान् मनोजवान् स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य दुच्चाह्वयद अश्रुपूर्णमुखं पल्लक्ष्मणं स मुहुर्मुहुः आहतास्तेन कषया वाहास्तस्या पदन्पथि न चलन्ति यदा वाहास्तदा लक्ष्मणमब्रवीत् सुमन्त्र उवाच स्वामींश्चलन्ति नो वाह यत्नेन परिचालिताः किं करोमि न जानेत्र कारणं वाहपादने एवं ब्रुवन्तं प्रत्युजे लक्ष्मणो गद्गदस्वरः सारथिं धैर्यमास्ताय ताडयैतान् कशादिभिः ये दत्तृत्वोदिदं यन्ता कथञ्चित् समचालयद तदा स्फुरदक्षनेत्रं जानक्या दुःखशंसकं तदैव हृदये शोकः समभूद्दुःखशंसकः तदैव पक्षिणः पुण्या कुर्वन्ति परिवर्तनम् एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरं कथं मे तापसीक्षायै यातुमिच्छा रघुद्वः रामे भूयाद्धिकल्याणं भरते वा तथानुजे तत्प्रजासु च सर्वत्र मा भवन्तु विपर्ययाः एवं ब्रुवन्तीं संवीक्ष्य जानकीं च स लक्ष्मणः न किञ्चिदुक्तवान् रुद्धकण्ठो बाष्पप्रपूरितः सा गच्छन्ती मृगान् वामं परिवर्तनकारकान् अपश्यद्दुःखसङ्घादकारकान् समभाषत अद्ययन्मे मृगा वामं वर्तयन्ति तदिष्यते श्रीरामचरणौ मुक्त्वा गच्छन्त्यायुक्तमेव तद् महिलानां परो धर्मस्वभर्तृचरणार्चनं तन्मुक्त्वान्यत्र यां त्यामे यद्भवेद्युक्तमेव तद् एवं पथि विचारं तु कुर्वन्त्या परमार्थदः जाह्नवी ददृशे देव्या मुनिवृन्दैकसेविता यस्यां जलस्य कल्लोला दृश्यन्ते दुग्धसन्निभाः तरङ्गो दृश्यते यत्र स्वर्गसोपानमूर्तिभृद यस्य वारिकणस्पर्शान्महापातकसञ्चयः पलायतेन कुत्रापि स्थानमीक्षन् समं तदः गङ्गां प्राप्याध सौमित्रिर्जानकीं स्यन्दने स्थिताम् उवाच निर्गलद्बाष्प ये हि सीते रथाद्भुवि सीता तद्वाक्यमाकर्ण्यक्षणादवततारसा लक्ष्मणेन धृता बाहौ स्खलन्ती पथिकण्डकैः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे जानक्या गङ्गादर्शनं नाम अष्टपञ्चाशत्तमोऽध्यायः ॐ